नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। लुट् लकारः इति पाठः, तत्र द्वितीयकरपत्रं, लुट् लकारस्य द्वितीयभागः इति करपत्रं। तत्र तृप् दृप् इति धातोः विषये एव चर्चा जाता, तत्र प्रसज्यप्रतिषेधः वा पर्युदातः वा इति। तत्र अनुदात्तस्य चतुपदस्य अन्यतरस्याम् इति सूत्रम् आसीत्, तेन अम् आगमः भवति जलादि अकिति प्रत्यये परे। तत्र एव वयं अन्यत् करपत्रं स्वीकृत्य पठितवन्तः खलु, प्रातिपदिकत्वम् इति करपत्रं। तत्र वयं अर्थवदधातु प्रत्ययप्रातिपदिकम् इत्यनेन कीदृशकार्यं भवति इति चिन्तनं कृतवन्तः। अर्थवत् भवेत् अधातुः अप्रत्ययः इत्यस्य एव प्रातिपदिकसंज्ञा, अप् प्रत्ययान्तः अपि न भवेत्, तदेव प्रातिपदिकसंज्ञा इति। तत्र प्रसज्यप्रतिषेधः वा पर्युदासः वा इति प्रश्नः आसीत्। कियत्पर्यन्तं पठितवन्तः? महोदय, एतत् नमस्कारः, प्रेषितुं शक्नोति वा? अत्रैव प्रेषयामि अस्ति खलु। ओपन् भवति वा इति पश्यतु भगिनि, अपि स्टार् स्टार् स्टार् इत्थम् कुत्र अस्ति एतत्? पश्यामि, क्षणमेकम्। नमस्कारः भगिनि, उषा अस्मि। भगिनि श्रूयते वा? श्रूयते श्रूयते। अस्तु, धन्यवादः। श्रूयते किम्? श्रूयते, इदानीं श्रूयते। मध्ये कथं खलु इण्टर्नेट्। तदेव, कुत्र आसीत् महोदय एतत् प्रातिपदिकं त्वमिति? कस्मिन् करपत्रे आसीत्? तत्र परिशिष्टम् तत्र एव खलु। आम्, तद् कस्मिन् करपत्रे आसीत्? तद् भवती तत्र एकनिमिष, तत्र आसीत् तत्र 4th June इति तत्र भवती प्रेषितवती, 4th June मेल् मध्ये। सत्यं, परन्तु ओरिजिनल् कुत्र आसीत्? अर्थवत् अर्थवत् तत्र अर्थवत् प्रत्यय इति तत्र प्रातिपदिकम् उद्घाटनं न शक्यते महोदय। तदेव अहम् ओरिजिनल् पुनः शेर् करोमि। उपदेश आसीत् इति न जानामि कुत्र आसीत् इति एव। तु अप्रत्यय प्रातिपदिकं खलु, भगिनि सिक्स् एव। अस्तु, think that's my ये कुत्र कृत् प्रत्ययाः अपि सार्वधातुकाः तद् वा कृत् प्रत्ययः नो भगिनि तद् न वा सिक्स् ए खलु जुहोत्यादिगणे अजन्तदातवः लेट् मी गो थ्रू सिक्स् ए सिक्स् ए स्टाण्ड्स् इन् मै मैण्ड् तत्र परिशिष्टम् इति आसीत् तदेव अहं वारं तत् सर्च् करोमि जुहोत्यादिगणेन तत्र प्रात्ययेन प्रातिपक् सम्यक् एव लिखितमपि मेल् शेर् करोति वा महोदय पुनः तस्मात् उद्घाटयतु विजया भगिनी प्रेषितम् विजया भगिनी पश्यति वा न महोदय इदानीं प्रेषितं मेल् मेल् मध्ये पश्यतु ईमेल् ईमेल् ईमेल् ईमेल् प्रेषितम् आगतम् आगतम् तद् उद्घाटयतु भगिनि प्रसज्य पर्युतासः आं महोदय उद्घाटितमेव अतः तत्र एव वयं किञ्चित् दृष्टवन्तः तस्मिन् सप्ताहे तत्र अर्थवदधातुरप्रत्ययप्रातिपदिकम् इत्यनेन कीदृशकार्यं भवति कृत्सदितसमासाश्च इत्यने द्वयोः सूत्रयोः कः सम्बन्धः इति तत्र प्रथमं वयम् अर्थवदधातुरप्रत्ययप्रातिपदिकम् इति सूत्रं स्वीकृतवन्तः तत्र केवलं प्रातिपदिकसंज्ञा भवति वा निषेधः अपि भवति वा इति प्रश्नः आसीत् किमर्थम् इत्युक्ते तत्र प्रातिपदिकसंज्ञा तु विधीयते परन्तु निषेधः अपि भवति खलु धातुः न भवेत् प्रत्ययः न भवेत् प्रत्ययान्तः न भवेत् इति तत्र निषेधः तत् निषेधः कीदृश सः निषेधः कीदृशः पर्युदासः वा प्रसज्य वा इति तत्र प्रश्नः आसीत् उत्पन्नः तत् तत्र अर्थवदधातु प्रत्ययः प्रातिपदिकम् इति तत्र इत्यनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः यस्य च न भवेत् इत्यस्य निषेधः द्वयमपि भवति इत्युक्ते प्रातिपदिकसंज्ञा अपि विधीयते यस्य न भवति इत्युक्ते प्रत्यय धातुभिन्नः प्रत्ययभिन्नः प्रत्ययान्तभिन्नः तदपि तस्य निषेधः अपि अनेन एव सूत्रेण भवति नै इत्यनेन त्रयाणां व्यावृत्तिः इति सो अतः तत्र निषेधार्थः प्रतीतिः प्रतीतः गम्यः तस्मात् एव वयं पठामः तत् तस्य पूर्वतनपरिच्छेदः वयं दृष्टवन्तः महोदय 1, 2, 3, 4 पञ्चम परिच्छेदात् महोदय तद् अर्थवदधातुप्रत्ययप्रातिपदिकम् इति गोल्ड् मध्ये अस्ति खलु अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इत्यनेन यस्य ततः खलु आम् आम् सत्यम् अर्थवदधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रमस्ति प्रथमाध्यायस्य द्वितीयपादस्य पञ्चचत्वारिंशत्तमं सूत्रमस्ति इत्यनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः इति प्रातिपदिकसंज्ञा विधिः यस्य च न भवेत् तस्य निषेधः नय इत्यनेन त्रयाणां व्यावृत्तिः इत्युक्ते धातुः प्रत्ययः तत्र त्रयाणां व्यावृत्तिः अयं निषेधार्थः प्रतीतः गम्यः अधातुरप्रत्ययः इति शब्दः शब्दे निहितमस्ति शब्दस्य अर्थशक्त्या अयं बोधः जायते इति अस्ति अर्थवत् यदस्ति अपि च अर्थवत् अधातुः धातुः नास्ति प्रत्ययः नास्ति अपि च तत्प्रातिपदिकं भवति इति तत्र निषेधमपि अस्ति विधिः अपि अस्ति विधिः इति प्रातिपदिकं कस्य इति खलु तदेव खलु सत्यम् अग्रे पठामि एते त्रयः अपि धातुः प्रत्ययः प्रत्ययान्तः अस्तु अर्थवन्तः अस्तु धातुः प्रत्ययः प्रत्ययान्तः अर्थवन्तः परन्तु धातोः प्रातिपदिकसंज्ञा भवति इति चेत् समस्या जायते अस्तु अर्थवत् इति अस्ति खलु अतः अर्थवत् इति इदानीं धातुः प्रत्ययः अपि प्रत्ययान्तः अपि अर्थवत् अर्थः अस्ति अस्य तेषाम् अतः तत्र समस्या धातोः प्रातिपदिकसंज्ञा भवति चेत् समस्या जायते हन् धातोः लङ्लकारे प्रथमपुरुषे एकवचने अहन् इति रूपस्य नकारलोपः भविष्यति अस्तु तत्र नलोपप्रातिपदिकस्य प्रातिपदिकान्तस्य इति सूत्रेण प्रत्ययः अपि अर्थवान् अतः तस्य प्रातिपदिकसंज्ञा निषेधः आवश्यकः प्रत्ययः चतुर्विधाः सुप्पोत्तिङ् कृत् तद्धितश्च प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत् सुबन्तेभ्यः तिगन्तेभ्यः च सुप्रत्ययविधानम् आरप्स्यते प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत् सुबन्तेभ्यः अपि सुप्रत्ययविधानम् आरप्स्यते अस्तु तिगन्तेभ्यः अपि अतः अस्य सर्वस्य निवारणार्थं स्पष्टीकरणार्थं च येषां त्रयाणां प्रातिपदिकसंज्ञा निषेधः भवति अर्थवत् अधातुर अप्रत्ययः प्रातिपदिकम् इति सूत्रेण संज्ञाप्राप्तिरस्ति संज्ञानिषेधः अपि अस्ति नय इत्यस्य कथनेन निषेधः तत् निषेधः द्विविधः अग्रे उच्यते इत्यस्ति अस्तु तत्र धातुः प्रत्ययः प्रत्ययान्तः अर्थवत् अस्ति अर्थवत् प्रातिपदिकमस्ति इदानीं तद् अर्थवत् प्रातिपदिकमस्ति चेत् तत्र इदानीं धातोः अपि तत्र प्रातिपदिकत्वं प्रातिसंज्ञा भवति इति तत्र प्रातिसंज्ञा भवति चेत् अहन् इति शब्दस्य नकारस्य यदि प्रातिपदिकं भवति चेत् नलोपप्रातिपदिकान्तस्य इत्यनेन अहन् इति शब्दः अस्ति पद अस्ति नलोपप्रातिपदिकान्तस्य पदस्य तत्र लोपः भवति अनिष्टरूपं भवति अतः प्रत्ययपि अर्थवान् अतः तस्य प्रातिपदिकसंज्ञा निषेधः आवश्यकः अस्ति प्रत्ययः चतुर्विधः अस्ति इदानीं सुप्तिङ् तद्धिता अस्ति अस्तु प्रत्ययान्तानाम् अपि निषेधः आवश्यकमस्ति किमर्थमिति प्रत्ययान्तः भवति चेत् पुनः सुबन्तेभ्यः तिगन्तेभ्यः तत्र सुप्रत्ययविधानं पुनर्विधानं भवति अतः एव तत्र तेषां त्रयाणां प्रातिपदिकनिषेधः भवति अपि च संज्ञाप्राप्ति अस्ति अर्थवत् इति शब्दस्य संज्ञा प्रातिपदिकसंज्ञा अस्ति परन्तु अधातुः भवेत् अप्रत्यय भवेत् अप्रत्ययान्तः भवेत् अप्रत्ययान्तः भवेत् इति निषेधत्रयमस्ति उक्तमस्ति अत्र अग्रे पठामि वा स्पष्टं वा आं मम कृते तु स्पष्टम् उषा भगिनी विजया भगिनी स्पष्टं वा भगिनि प्रत्ययः प्रत्ययान्ताः अपि च धातु यद्यपि अर्थवान् भवति परन्तु न प्रातिपदिकम् इति सत्यं तस्य प्रातिपदिकसंज्ञा न भवति यदा भवति चेत् तत्र अनिष्टरूपम् एव भवति यदा अहं शब्दस्य सः तत्र संज्ञाप्राप्तिरपि अस्ति संज्ञानिषेधः अपि एकेन सूत्रे तद् निषेधः नै विषये तु अग्रे उच्यते परन्तु एकेन सूत्रेण द्वयमपि केवलं विधानम् इति न तत्र निषेधः अपि क्रियते इति उच्यते प्रायः भवती एव पठतु अर्थवत् इति उक्तं खलु अर्थवत् इति उक्तं परन्तु तत्र तत्र शब्दः अनर्थकशब्दः भवति खलु संज्ञा संज्ञारूपेण तस्यापि प्रतिपत्संज्ञा कथं भवति तर्हि तत्र यदि डेविड् किमपि वदामः तत्र रोबर्ट् इति तत्र किमपि तत्र अर्थः नास्ति तस्य कथं भवति तत्र प्रातिपदिकसंज्ञा तद् तद् एकम् उदाहरणं दत्तं खलु हा हा इत्यस्य प्रातिपदिकसंज्ञा अस्ति इत्यस्य प्रातिपदिकसंज्ञा अस्ति कुत्रचित् तत् कन्दर्वस्य नाम इति स्वीकृत्य अथवा तस्य नाम एव अर्थः तस्य तादृशस्य तादृश गन्धर्वस्य नाम एव हूः इति तदेव अर्थः इति स्वीकरणीयम् इति स्वीकृत्य तादृशम् अस्ति चेत् तस्य प्रातिपदिकसंज्ञा तद् अर्थः प्रायः वयं न जानीमः तस्य अर्थः अर्थः भवेत् एव अर्थवत् इति अर्थः इत्युक्ते कः इति तदेव तदेव शब्दशक्ति इति उक्तवन्तः खलु शब्दस्य अर्थशक्त्या शक्तिः तद् शब्द उच्चारणेन एषः इति यदि ज्ञानं भवति तदेव अर्थः इति वा सत्यं शब्दस्यां तत्र प्रकृतिप्रत्ययोः शक्तिः कः इति तद् कुत्र आसीत् तत्र वाचस्पत्यं वा न न तत्र तत्र शब्दशक्तिः कुत्र तत्र कौण्डभट्टस्य खलु कौण्डभट्टस्य धात्वर्थप्रकरणं वा तस्मिन् वा वाचस्पत्ये इत्येव अहं चिन्तयामि तत्रापि पठितम् अनन्तरं तत्र न्यायमध्ये अपि पठितं शब्दशक्तिः इत्युक्ते किम् इति तत्र यदा अनुमानम् उपमानं तत्र शाब्दः इति आगच्छति खलु तत्रापि शब्दस्य अर्थशक्तिकरण परन्तु मया तु वाचस्पत्ये एव पठितम् तत्र एकस्मिन् सेमिस्टर् मध्ये आसीत् वाचस्पत्ये तत्र शब्दस्य अर्थशक्तिः विषये आसीत् प्रकृतिप्रत्ययः इति विभजनं कृत्वा तत्र प्रकृतेः कः अर्थः भवेत् प्रत्ययस्य कः अर्थः इति तादृशम् अनन्तरं तत्र का साहित्ये अपि अस्ति परन्तु शब्दशक्तिः इति अधिकतया वाचस्पत्ये अनन्तरम् एतद् न्यायमध्ये अपि आसीत् न्यायशास्त्रस्य प्रायः अन्तिमभागे आसीत् शब्दशक्तिः इति बट् न्यायां मध्ये भगिनी शब्दबोधकम् इति श्रुति ऐ थाट् न न अन्ते यदा अनुमानम् उपमानं सर्वं समाप्तम् अन्ते शाब्दः इति अस्ति शब्दबोधकम् इत्यनेन श्रुति न शक्तिः नास्ति ओ अस्तु न शक्तिः शब्दस्य शक्तिविषये एव तत्र एव एतद् विभजनं भवति अर्थ शब्दस्य प्रकृतिः प्रकृतेः कः अर्थः तद् अर्थः कथं वयम् अवगन्तुं शक्नुमः कोशात् अथवा व्यवहारे इति तत्र चत्वारः भागः किमपि अस्ति अनन्तरं प्रत्ययस्य तु वयं जानीमः खलु यदा ति इति प्रत्ययः अस्ति चेत् तत्र किं भवति अनन्तरं कारकेण अर्थः कथम् अवगन्तुं शक्नुमः इति चत्वारः वा पञ्च वा किमपि अस्ति तत्र शब्दस्य अर्थ अवगमनात् प्रसिद्धार्थः कोशेन अनन्तरं तत्र वाक्यपदीयम् भर्तृहरि नाट् वाचस्पत्यं वाक्यपदीयं वाक्यपदीयं यत् सत्यं तत्र एव पठितं शब्दशक्तिः इति सत्यं भर्तृहरेः वाक्यपदीयं सत्यम् वाचस्पत्यम् इति तु कोशः खलु, वाक्यपदीयं कोश वाक्यपदीयमेव, तत्र एव श्लोकरूपेण, तत्र एव शब्दशक्तिः इति बहु बहु विस्तृतरूपेण आसीत्. अतः अपि अत्रापि अर्थवान् इत्युक्ते तत्र तत्र डेफिनिशन् वयं द्रष्टव्यं कः अर्थः तस्य शब्दस्य इति. भगिनि उषा भगिनि प्रत्ययान्तानाम् अर्थवत् अधातु अधातुः अप्रत्ययः प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा निषेधः भवति इति कारणतः एव कृत्तद्विधसमासाश्च इत्यस्य आवश्यकता अस्ति. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इत्यनेन चतुर्णामपि प्रत्ययान्तानां प्रातिपदिकसंज्ञा निषेधः. सुबन्तानां, तिङन्तानां, कृदन्तानां, तद्दितान्तानां च. तदा कृदन्तानां तद्दितान्तानां प्रातिपदिकसंज्ञा साधनार्थम् अपवादभूतसूत्रं कृत्तद्दितसमासाश्च दीयते. अनेन फलितार्थः भवति यत् सुबन्तात् तिङन्ताच्च त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति. अर्थवत् अधादुः अप्रत्ययः प्रातिपदिकम् इत्यनेन यदि प्रत्ययान्तनिषेधः न स्यात् तर्हि एतादृशः अर्थः स्पष्टतया न जायेत. ओ अस्तु. सो प्रत्ययान्तानाम् अर्थवत् अधादु अप्रत्ययः प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञा निषेधः भवति. प्रत्ययान्तानामपि निषेधः भवति, प्रातिपदिकसंज्ञा निषेधः भवति इति अस्ति इत्यनेन एव कृत्तद्विधसमासाश्च इति सूत्रस्य इत्यपि सूत्रं दत्तम् अस्ति. प्रातिपदिक प्रत्ययान्तानाम् इत्युक्ते सुबन्तानां, तिङन्तानां, कृदन्तानां, तद्दितान्तानां प्रत्ययान्तानां एते प्रत्ययान्तानां कृते प्रातिपदिकसंज्ञा निषेधः भवति. तत्कारणेन एव कृदन्तानां इति कृदन्तानां, परन्तु कृदन्तानां तद्दितान्तानां प्रातिपदिकसंज्ञा साधनार्थम् अपवादसूत्रम् अस्ति कृत्तद्दितसमासाश्च. तिङन्तानां सुबन्तानामेव निषिध्यते, कृदन्तानां तद्दितान्तानां अन्ते प्रातिपदिकसंज्ञा आवश्यकं भवति इत्यनेन एव कृत्तद्विधसमासाश्च इति सूत्रम् अग्रे दत्तम् अस्ति. अर्थवत् अधादु अप्रत्ययः प्रातिपदिकम् इत्यनेन यदि प्रत्ययान्तनिषेधः न स्यात् तथा एव वयं वक्तुं शक्नुमः अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यनेन प्रत्ययान्तनिषेधः भवति इत्यनेन एव कृत्तद्विधसमासाश्च इति सूत्रस्य अर्थः स्पष्टतया भवति अपि. खलु भगिनि? सत्यं, समीचीनम्. आम् अग्रे अग्रे. अधुना नञ् इत्यस्य कथनेन द्विविधप्रतिषेधः भवति, पर्युदासः च प्रसज्यः च. अधादुः अप्रत्ययः अप्रत्ययान्तः इत्येतादृशनिषेधः पर्युदासः इत्युच्यते. अधातुः इत्यस्य कथनेन नञ् इत्यस्य इङ्गितम् अस्ति. अधातुः अप्रत्ययः अप्रत्ययान्तः इत्यनेन नञ् इत्यस्य इङ्गितम् अस्ति. नञ् इति अस्ति अत्र सूत्रे, नञ् इत्यस्य पर्युदासः इति उच्यते. अधातुः अप्रत्ययः अप्रत्ययान्तः अस्ति चेत् निषेधः अस्ति. परन्तु अर्थवत् अपि च कृदन्त तद्दितान्त अस्ति चेत् प्रातिपदिकसंज्ञा अस्ति इति. सत्यं, परन्तु तस्मिन् सूत्रेण अग्रिमसूत्रेण कृत्तद्वितसमासाश्च अस्तु. अतः तत्र पर्युदासः प्रसज्यः इति द्वयमस्ति. अत्र तु किं पर्युदासः इति उच्यते. तत् किमर्थम् इति प्रायः अग्रे वदति. अधातु अप्रत्ययप्रत्ययान्तः इति निषेधः पर्युदासः. अस्तु, प्रायः विजया भगिनी पठे. धन्यवादः भगिनी. विजया भगिनी, धन्यवादः. आदेश उपदेशे अशीति इत्यस्मिन् यत् नै भवति तत् प्रसज्य प्रतिषेधः. अत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेश अवस्थायाम् एजन्तधातोः आत्व आदेशः अशीति प्रत्ययपरे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति. यदि वदामः यत् उपदेश अवस्थायाम् एजन्तधातोः आत्व आदेशः क्षितिप्रत्ययपरे न भवति तर्हि प्रसज्यप्रतिषेधः अशितिप्रत्ययपरे इत्यस्य अर्थः एवं यत् तादृशप्रत्ययः परः भवेत् यः षित् नास्ति, नाम कश्चन प्रत्ययः अपेक्षितः सः च प्रत्ययः षित् न भवेत्. परः षित् प्रत्ययः नास्ति, शून्यमस्ति, तर्हि एजन्तस्य आत्वं न भवति. यङ् लुकि गै धातुतः यङः लुक् भवति. अस्यां दशायाम् अशित् प्रत्यये परः नास्ति, अतः आत्वं न भविष्यति. प्रत्ययः भवेत्, चित् न स्यात्, तथा कार्यं जायेत इति चेत् समस्या, यतोहि यङ् लुकि प्रत्ययः एव नास्ति, अतः आत्वं न भविष्यति. किन्तु आत्वम् अपेक्षितम्, अतः अत्र प्रसज्य प्रतिषेधः न तु पर्युदासः. आदेशे उपदेशे अशीति इति भवति. उपदेश अवस्थायाम् आत्वं भवति इति वयं दृष्टवन्तः, वयं जानीमः एव, प्रसिद्धसूत्रमस्ति अत्र. इदानीमत्र इत्यस्मिन् सूत्रे नै भवति आदेश उपदेश अशीति इति, तत् प्रसज्य प्रतिषेधः सदृशतमं नास्ति. अत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेश अवस्थायाम् एजन्तधातोः आत्व आदेशः अशितिप्रत्ययपरे भवति इति, परन्तु अशितिप्रत्ययपरे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति. पर्युदासप्रतिषेधः अत्र किमस्ति चेत् अत्र निषेधः भवति, परन्तु अत्र निषेधः भवति इति, एतदेव अत्र प्रसज्य प्रतिषेधः. अशितिप्रत्ययपरे इत्यस्य अर्थः एवं यत् तादृशप्रत्ययः परः भवेत् यः षित् नास्ति. अत्र कार्यं भवति, परन्तु अत्र यत्र षित् नास्ति तत् स्थाने एव भवति इति. इदानीम् अत्र षित् नास्ति इति नाम कश्चन प्रत्ययः अपेक्षितः, अग्रे कार्यं कर्तुं शक्यते चेत् अत्र कश्चन प्रत्ययः अपेक्षितः एव यदा यत्र षित् नास्ति इति. यङ्लुकि गै धातुतः, गै इति आत्व आदेश उपदेशे अशिति इत्यनेन ऐकारस्य एजन्तधातुः अत्र आकारः भवति इति, यङः लुक् भवति अत्र. अस्यां दशायाम् अशित् प्रत्यये परः नास्ति, अशित् यङ् लुकि, अतः तत्र अशित् प्रत्ययः परः नास्ति चेत् अत्र आत्वम् अपि न भविष्यति. प्रत्ययः भवेत्, चित् न स्यात्, तदा कार्यं जायेत. प्रत्ययम् अग्रे भवति, तत्र चित् नास्ति चेत् अत्र कार्यं भवति इति. इति अस्ति चेत् अत्र समस्या अपि अत्र यङ्लुति प्र यङ्लुकि प्रत्ययः एव नास्ति अतः आतो न भविष्यति इति अस्ति किन्तु आदौ अपेक्षितमेव अतः अत्र प्रसज्य प्रतिषेधः न तु पर्युदासः पर्युदासः अत्र यत्र सदृशतमः भवति तत्र पर्युदासः भवति अत्र प्रसज्य प्रतिषेधः किम् अस्ति चेत् अत्र कार्यं निषेधं भवति एतदेव अत्र अस्ति खलु महोदय सत्यं तत्र किमपि न आवश्यकं निमित्तं नास्ति चेदपि कार्यं भवति इति यद्यपि तत्र सूत्रे अशीति आदेश उपदेशेशिति इति उक्तम् अशीति प्रत्यये परे इति वयं पर्युदासः इति स्वीकुर्मः चेत् अन्य कोऽपि प्रत्ययः यद्शिद् नास्ति तद् भवति चेदपि कार्यं भवति आत्वं भवति इति अर्थः भवति परन्तु अस्माकं विवक्षानुसारं तत्र यत् प्रत्ययः षित् न स्यात् तत्र इत्युक्ते प्रत्ययः नास्ति चेदपि तत्र कार्यं भवेत् इत्येव अस्माकं विवक्षा तद् यदा वयं प्रसज्य इति स्वीकुर्मः तदा एव भवति प्रसज्यप्रतिषेधे तत्र प्रत्ययः नास्ति चेदपि कार्यं भवति शून्यप्रत्यय शून्यम् इति उक्तं खलु तद् तदस्ति चेदपि तत्र आत्वं भवति तावदेव अत्र परन्तु यदा पर्युदासः इति स्वीकुर्मः तत्र अशित् प्रत्ययः अस्ति चेत् इत्युक्ते यत् प्रत्ययः षित् नास्ति अन्यप्रत्ययः षित् भिन्नप्रत्ययः अस्ति चेदपि तत्र आत्वं भवति अवगतं खलु रघुपतिमहोदय अत्र अस्माकम् इष्टः अर्थः अत्र श्रूयते खलु अत्र अस्माकम् इष्टः अर्थः अस्ति यत् एजन्तधातूनाम् आत्मं भवति सदा एव शीतिपत्येर्न भवति इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यम् एकः विधिः यस्य किमपि नियमनं नास्ति तदा पृथक्तया तस्य निषेधः एवं वदामश्चेत् प्रत्ययः नास्ति चेदपि आत्मं भवति अतः यङ्लुकि एजन्तानाम् आत्मम् इति तत्र वयम् इदानीं दृष्टवन्तः तत्र आदेशे उपदेशे अशीति इत्युक्ते तत्र अशीति कश्चित् प्रत्ययपरे न भवति अन्यत्र भवति इति तत्र विधानमस्ति आत्मविधानम् अपि च निषेधः इति द्वयमपि वाक्यद्वयं भवति यङ्लुकि तत्र प्रत्ययः नास्ति अतः प्रत्ययः नास्ति परिदास अस्ति चेत् प्रत्ययः नास्ति चेत् न तत्र कार्यं न भवति अत्र आवश्यकमस्ति अतः तत्र अत्र परि क्षम्यतां अत्र प्रसज्यप्रतिषेधः आदेश उपदेश अशीति इति अग्रे आदेश उपदेशे अशीति उपदेशे एजन्तस्य धातोः आत्मं न तु शिति येन विसदन्तस्य इत्यनेन तदन्तविधिः अदन्तस्य इत्यनेन अन्त्यस्य अलः स्थाने ये च इत्यनेन ये ऐ ओ औ इति षित् ष इत् यस्य स षित् न षित् अशित् तस्मिन् इति अशित् नैतत्पुरुषः यत्र अनुसूत्रमस्ति एचः धातोः एजन्तधातोः आत्वम् उपदेशे अशीति अग्रे प्रसज्यप्रतिषेधक प्रसज्यप्रतिषेध कृत नै भवति प्रसज्यप्रतिषेधकृत नै भवति परिदासप्रतिषेधकृत क्षम्यतां प्रसज्यप्रतिषेधकृत नै भवति नै भवति परिदासप्रतिषेधकृत नै भवति अर्थवत् अधातुरप्रत्ययप्रातिपदिकम् इति सूत्रे परिदासप्रतिषेधः अस्ति अतः धातोः प्रत्ययस्य प्रत्यान्तस्य च प्रातिपदिकसंज्ञा अतः धातोः प्रत्ययस्य प्रत्यान्तस्य च प्रातिपदिकसंज्ञा न भवति रमयुग घञ् रामशब्दः इति कृदन्तरूपम् अर्थवत् धातु अप्रत्ययप्रातिपदिकम् इत्यनेन रामशब्दस्य प्रातिपदिकसंज्ञा निषेधः भवति तदा कृत् तद्समासाश्च इति अपवादभूतसूत्रेण अस्य प्रातिपदिकसंज्ञा जायते। अस्तु, प्रसज्यप्रतिषेधकृत नै भवति, परिदासप्रतिषेधकृत कि अनै भवति वा इति किम् अस्ति अत्र? समानमेव समानमेव दृश्यते, पर्युदासप्रतिषेधकृत नै, प्रसज्यप्रतिषेधकृत नै। प्रसज्यप्रतिषेध इत्युक्ते निषेधः प्राधान्यं भवति खलु तत्र? सत्यं, तत्र अनै इति प्रायः। अस्तु, महाभाष्ये प्रसज्यप्रतिषेधस्य दृष्टान्तः दीयते। कोऽपि वदति अब्राह्मणम् आनय, ये ब्राह्मणः नास्ति तम् आनयतु इति। तत्र अस्तु, तत्र कार्यस्य निषेधः नास्ति, क्षम्यताम्, अब्राह्मण आनयति, ये ब्राह्मणः नास्ति तम् आनय, तदा अस्य श्रवणेन अन्यः कश्चित् मृत्तिकाम् आनीतवान् उक्तवान् च इयं ब्राह्मणः नास्ति। अनेन चिन्त्यते यत् चेत् बिडालः कुक्कुरः यं कमपि आनेतुं शक्यते, यः ब्राह्मणः न स्यात्, परन्तु यः प्रार्थनाम् अकरोत् तस्य आशयः एवम् आसीत् यत् एकः मनुष्यः आनेतव्यः, तद्भिन्नत्वे सति तद्गतभूयो धर्मत्वम् इति। यः ब्राह्मणः न स्यात् किन्तु ब्राह्मणसदृशः सादृश्यम् अपेक्षितमस्ति। अब्राह्मणम् आनय इत्यस्य कथनेन यः आनीयते सः मनुष्यः भवेत् न तु प्राणी। अत्र एवमेव अशीति प्रत्यये परे इत्यस्य कथनेन यः परः अस्ति सः प्रत्ययः भवेत्। अशीति इत्युक्तौ षिद्भिन्नप्रत्ययः, परिदाससादृश्यम् अपेक्षितम्। एचः आत्त्वं तु भवति यङ्लुक्कि, अपि च तत्र यत्र प्रत्यय एव नास्ति अतः अस्यां दिशायां परिदासः न कर्तव्यः, अपि तु प्रसज्यप्रतिषेधः आवश्यकः अस्ति। अस्तु, वयं जानीमः इदानीं तत्र किमर्थं तत्र प्रसज्यप्रतिषेधः स्वीकर्तव्यम् आदेश उपदेश अशीति इत्यत्र इति अस्ति। तत्र किं भवति यदा प्रसज्यप्रतिषेधः इत्यस्य अब्राह्मणम् आनय इत्यत्र वयं सदृशतमं स्वीकुर्मः, तद्भिन्नत्वे सति तत्तत भूयो धर्मत्वम् इति तादृशम् अर्थः भवति, तदा अस्माकं यङ्लुकी क्लेशः भवति। अतः तत्र प्रसज्य एव स्वीकरणीयः, न तु पर्युदासः। पर्युदासार्थं सादृश्यम् अपेक्षितम्, प्रसज्यस्य कृते तादृशं किमपि न आवश्यकं। तद्भिन्नत्वे सति तद्गतभूयो धर्मत्वम् इति पर्युदासस्य विषये एव वदति, न तु प्रसज्य। प्रसज्य इत्यत्र शून्यम् इति चिन्तनीयं, किमपि तत्र नास्ति चेदपि कार्यं भवति। स्वयमपि नै एव, अत्रापि अशित् इत्युक्ते नै एव खलु, न अशित् अशित् इति, परन्तु कार्यं भिन्नतया भवति। कार्यम् इत्युक्ते विधिः, समीचीनं वा? आम्, कार्यं भवति तत्र, कार्यम् अत्र कार्यं भवति, परिदासे कार्यं भवति, परन्तु प्रसज्य इत्येष अत्र कार्यं न भवति खलु तत्र? सत्यं सत्यं सत्यं, आम्। अतः तत्र भिन्नत्वे सति तद्भूयो धर्मत्वं, तद्गतभूयो धर्मत्वम् इत्येव, भिन्नत्वमपि भवेत् भूयो धर्मत्वमपि। भूयो धर्मत्वम् इत्युक्ते किं वदामः, मनुष्यत्वं, मनुष्यत्वं सदृशत्वं, मनुष्यं ब्राह्मण इत्यर्थं, ब्राह्मण मनुष्यत्वम् अस्ति खलु, मनुष्यः अस्ति ब्राह्मणः, मनुष्यः भवेत्, न तु घटः वा मृत्तिका वा, किमपि तादृशं नास्ति। अब्राह्मणः इत्युक्ते सदृशत्वम् अपि भवेत्, आं, भिन्नत्वं सदृशत्वं। धन्यवादः महोदय। भगिनी उषा भगिनी, एषः आत्मं तु एषः आत्मं तु भवति यङ्लुकि अपि, यत्र प्रत्ययः एव नास्ति, एचः आत्वं तु भवति यङ्लुकी अपि यत्र प्रत्ययः एव नास्ति अतः तस्यां दशायां पर्युदासः न कर्तव्यः अपि च प्रसज्य प्रतिषेधः आवश्यकः अधुना अर्थवत् अधातु अप्रत्ययप्रातिपदिकम् इति सूत्रे पर्युदासप्रतिषेधः वर्तते अधातुः अप्रत्ययः अप्रत्ययान्तः अप्रत्ययान्तः आदेश उपदेशे अशिति इति स्थितौ पर्युदासप्रतिषेधः वक्तव्यः चेत् अशित् इत्यस्य कथनेन सादृश्यम् इत्युक्तौ कश्चन प्रत्ययः अपेक्षितः यः षित् भिन्नः स्यात् अत्र अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति स्थितौ अधातुः इत्युक्तौ धातुः न स्यात् किन्तु भवेत् किं शब्दः शब्दः भवेत् इति परन्तु धातुः न स्यात् यः अर्थवान् शब्दः यः अर्थवान् त्रिषु अपि धातौ प्रत्यये प्रत्ययान्ते अर्थवत्त्वम् अस्ति एतादृशशब्दः अपेक्षितः यः अर्थवान् परन्तु धातुः प्रत्ययः प्रत्ययान्तः न स्यात् साम्यमपि अपेक्षितं भिन्नत्वमपि अपेक्षितम् आहत्य तस्मिन् शब्दस्य अपेक्षितम् आहत्य तस्मिन् शब्दत्वम् अपेक्षितं परन्तु धातुत्वं प्रत्ययत्वं प्रत्ययान्तत्वं च न भवेत् शब्दः इत्युक्तौ यः उच्चारितः भवति भूयो धर्मवत्त्वं यावत् शक्यं समानं स्यात् परन्तु तत् भिन्नत्वम् अपि स्यात् तत् भिन्नत्वे सति तद्गतभूयो धर्मवत्त्वम् अब्राह्मणम् आनय तर्हि क्षत्रियः आनेतव्यः न तु शिलाखण्डः शिलाखण्डः भूयो धर्मवत्त्वं बिडाला वा कुक्कुरः वा चेत् पर्याप्तं नास्ति ओके अर्थवत् अधादु अप्रत्ययः प्रातिपदिकम् इति पर्युदासप्रतिषेधः वर्तते अर्थवत् अधातु अप्रत्ययः अर्थवत् इति अस्ति अर्थवत् इत्युक्ते यः अर्थवान् भवति इति शब्दः यः शब्दः अर्थवान् भवति यः शब्दः अर्थवान् भवति इति चेत् धातुः प्रत्ययः अपि अर्थवान् भवति वा इति चेत् अर्थवान् भवति परन्तु सूत्रे अर्थवत् अधातु अप्रत्ययः इति उक्तत्वात् तत् अधातु अप्रत्ययः अप्रत्ययान्तः इति नास्ति इति पर्युदासः इति वदामः यतोहि अर्थवान् इति तत् तादृश तम अर्थवान् भवेत् परन्तु यस्य कृते यस्य शब्दस्य अर्थम् आयाति परन्तु तत् शब्दः धातुः न भवेत् प्रत्ययः न भवेत् प्रत्ययान्तः अपि न भवेत् इति पर्युदासप्रतिषेध तत् भिन्न तत् सदृश तद् भिन्न इति धातुः न भवेत् प्रत्ययः न भवेत् प्रत्ययान्तः न भवेत् तद्भिन्न तत् सदृशः इति यः शब्दः अर्थवान् भवति इति सदृशतम सो तत् गतभूयो धर्मवत्त्वम् इति तद्गतभूयो धर्मवत्त्वम् इति तत् सदृशतमशब्दः शब्दः यः अर्थवान् इति सूचयति सो अब्राह्मणम् आनय इति उदाहरणे तद्भिन्न पुरुषः आनेतव्यं तत् सदृशतम पुरुषः आनेतव्यम् इत्येव अर्थः भवति अब्राह्मणम् आनय इत्यस्य कृते पुरुषः आनेतव्यः परन्तु ब्राह्मणं यः ब्राह्मणं नास्ति इति पर्युदासप्रतिषेधः इति वदामः पर्युदासप्रतिषेधे सादृश्यम् अपेक्षितं प्रसज्यप्रतिषेधे सादृश्यं न अपेक्षितं प्रसज्यप्रतिषेधः प्रसज्यप्रतिषेधः इत्युक्ते द्वयोः वाक्यम् अपेक्षते, वाक्यद्वयम् अपेक्षते. अग्रे पठामि वा? तर्हि पर्युदासप्रतिषेधे सादृश्यम् अपेक्षितं, प्रसज्यप्रतिषेधे सादृश्यं न अपेक्षितम्. सादृश्यं न अपेक्षितम् इति चेत् आदेश उपदेशे अशिति अशिति प्रत्ययः न भवेत्, परन्तु प्रत्ययः नास्ति चेदपि भवतु इति कार्यं भवतु. यत् सत्यं, यत् प्रत्ययः अस्ति तत् शुद्ध न भवेत् इति एकं, परन्तु अन्यत् प्रत्ययः तत्र भवितव्यम् इति किमपि अपेक्षा नास्ति, तदापि कार्यं भवति. अस्तु भगिनि, तर्हि प्रकृतौ अर्थवत् अधादौ अप्रत्ययः प्रातिपदिकम् इति सूत्रे पर्युदासप्रतिषेधः वर्तते. स च प्रतिषेधः निषेधः एव, नञ् इत्यस्य कथनेन निषेधेन पृथक् करोति, भिन्नतां करोति. ओके, पृथक् करोति, भिन्नतां करोति. अस्तु, तद् भिन्न तत् सदृश पर्युदास दट् वाक्यद्वयम् आदेश उपदेशे अशीति. हौ डिड् दे से दट्? विधिः निषेधः, विधिः अपि निषेधः, विधिः अपि निषेधः अपि निषेधः अपि. उपदेश किमस्ति? तद् उपदेशावस्थायाम् एजन्तधातोः आत्व आदेशः प्रत्ययः भवेत् षित् न स्यात् कार्यं जायते. अपि च अशिति प्रत्यये परे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति. यदि वदामः यत् उपदेशावस्थायाम् एजन्तधातोः आत्व आदेशः षित् प्रत्यये परे न भवति इति चेत् प्रसज्यप्रतिषेधः वाक्यद्वय. इति अत्र अद्वैतम् अनात्मा इत्यस्य कृते कीदृश प्रसज्य वा प्रति पर्युदासवा? बहुत्र एतादृशचिन्तनमस्ति, वयं केवलं व्याकरणे इति न, अत्र अन्यत्रापि तत् प्रसज्य प्रतिषेधः पर्युदासः इति अस्ति. तत्र कुत्र प्रसज्य कुत्र परिदास इति तत्र व्याख्यानात् एव अवगन्तुं शक्नुमः. प्रक्रिया किम् किं करणीयम् इति अस्माकम् अन्ते इति तत् दृष्ट्वा. सत्यं सत्यं, आमामाम्. आमां सत्यं, द्वयमपि यदा वयम् इण्टर्प्रेट् कुर्मः तादृशं भवितुमर्हति. तत् आं द्वयमपि भवितुमर्हति. सत्यं, कथम् अवगन्तव्यम् इति समासे तत्र अर्थः आदौ अर्थः स्वीकरणीयम्, अनन्तरमेव समासः का समासे. सत्यं, तादृशमेव सत्यम्. षड्विध अर्थाः तत् नै नै इत्यस्य षड् प्रकीर्तिता, षड् अर्थाः प्रकीर्ति. अतः अस्माकं पाठे कुत्र स्मः? अनुदात्तस्य चर्दुपदस्य अन्यतरस्य इति सूत्रे, तत्र एव खलु तत् प्रश्नः आगतं, तस्मात् एव पुनः तत् पठामः. विजया भगिनी पठति वा? अत्र अस्माकं लुङ्लकार द्वितीयभागः इति करपत्रम्. लुट्लकारः द्वितीयभागः 17. अनुदात्तस्य छर्द् उपदस्य अन्यतरस्य प्राप्तं वा विजया भगिनी? महोदय, लुट् लकारः द्वितीयभागः 17 करपत्रं नम्बर् 17 अत्र तत्र दृप् दृप् इति धातुद्वयम् इति दृष्टवन्तः खलु. तृप् दृप् इति द्वौ धातु वेटौ इति अस्ति, तत्र अन्यः प्रश्नः उदेति यत् अनुदात्तस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रे प्रसज्यप्रतिषेधः भवति वा पर्युदासप्रतिषेधः वा इति पूर्वं पठितमेव, इतोपि एकवारं पठित्वा अग्रे सराम्। अन्यः प्रश्नः उदेति यत् अनुदात्तस्य चर् उपदस्य अन्यतरस्याम् इति सूत्रे प्रसज्य प्रतिषेधः भवति वा पर्युदासः प्रतिषेधः भवति वा। सूत्रार्थः उक्तः यत् उपदेशे अनुदातः यः ऋदु उपदः तस्य अम् आगमः विकल्पेन भवति जलादौ अकिति प्रत्ययपरे, यथा आदेश उपदेश अशिति इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न आत्वं न तु शिति। अनुवृत्तिसहितसूत्रम् अस्ति एषः धातोः आत् उपदेशे अशिति। अस्य सूत्रस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति। उपदेशे एजन्तस्य धातोः आत्वं भवति, क्षितिप्रत्यये परे न भवति। नाम अत्र आत्वस्य विधानार्थं सप्तमी विभक्तौ किमपि निमित्तं नास्ति। उपदेशे एजन्तस्य धातोः आत्वं भवति, विधानपक्षे किमपि नियमनं नास्ति। भगिनी कुत्र पठितवती भगिनी? तत्र सृप् एते त्रयः दातवः, द्वयं वेटौ, सृप् दृप् इति द्वौ धातु वेटौ इति अस्ति खलु, सृप् तस्मात् अनन्तरम् आगच्छतु, तत्र गच्छतु, तत्र प्रश्नः उदेति इति प्रथमपरिच्छेदः अग्रिमपरिच्छेदः, तदेव प्रसज्य प्रतिषेध पर्युदास विषये। समीचीनं वा? महाभाष्ये दीयते इति अनन्तरम् अस्ति खलु, द्वितीयभाष्ये दीयते यत् हलन्तधातुः पूर्वं तृप् दृप् इत्येतौ द्वौ धातु वेटौ तृप् तस्मात् अनन्तरं यतो इडादिपक्षे तत्र रूपसाधनं द्वयम् अस्ति खलु, तस्मात् अनन्तरं प्रश्नः उदेति इति परिच्छेदः अस्ति वा, तस्मात् अग्रिमपरिच्छेदः अन्य प्रश्नः उदेति। ओ ओ अस्तु अस्तु ओ ओके ओके क्षम्यतां भगिनि। तर्हि एवमेव प्रकृतौ तदा कुर्मः चेत् किं भवति? उपदेशे अनुदातः यः ऋदु उपदः तस्य अम् आगमः विकल्पेन भवति जलादौ स्थिति प्रत्यये परे न भवति। एवं वदामः चेत् सः दोषः अजादिप्रत्यये परे अपि अम् आगमः भविष्यति, यकारादिप्रत्यये परे अपि अम् आगमः भविष्यति, केवलं न भवति कुत्र? जलादौ किति प्रत्यये परे न भवति। एतत् विषये स्पष्टीकरणार्थम् इदानीं पृथक्तया करपत्रेण वयं दृष्टवन्तः, अत्र प्रसज्य प्रतिषेधः पर्युदासप्रतिषेधः कुत्र भवति इति आदेश उपदेश अवस्थायाम् इति। इदानीम् अत्र प्रश्नः उदेति अनुदात्तस्य चर् उपदस्यन्यतरस्याम् इति सूत्रे प्रसज्य प्रतिषेधः भवति वा पर्युदासप्रतिषेधः भवति वा इति। अत्र सूत्रार्थः किं चेत् उपदेश अनुदातः यः ऋदु उपदः तस्य अम् आगमः विकल्पेन भवति, एकस्मिन् पक्षे अम् आगमः भवति अन्यस्मिन् पक्षे न भवति, यत्र ऋद् उपदा अस्ति चेत्। अत्र उपदेश अवस्थायाम् अनुदातः भवति चेत् अनन्तरं विकल्पेन भवति कुत्र? विकल्पेन भवति चेत् जलादौ अकिति प्रत्यये परे एव भवति। इदानीम् आदेशे उपदेशे अशिति इत्यनेन उपदेशे एजन्तस्य एच् वर्णः धातोः आतुं न दातुं भवति न तु शिति, स्थिति अस्ति चेत् अत्र आतुं न भवति इति। अनुवृत्तिसहितसूत्रम् अस्ति एषः धातोः आत् उपदेश अवस्थायाम् अशिति अस्ति चेत् अत्र उपदेश अवस्थायाम् एच् धातोः एजन्तदातोः अस्ति चेत् तत्र आत्मं भवति इति. अस्य सूत्रस्य व्यक्तिकरणार्थं स्पष्टीकरणार्थं वाक्यं द्वयं वक्तव्यं भवति. किमस्ति? उपदेशे एजन्तस्य धातोः आत्मं भवति इति एकमस्ति. अनन्तरमत्र स्थिति प्रति परे अस्ति चेत् न भवति इति. एतदेव बहुवारं वयं दृष्टवन्तः. स्थिति प्रति परे अस्ति चेत् अत्र न भवति इति, धातोः आत्मं न भवति इति. नाम अत्र आत्मस्य विधानार्थं सप्तमी विभक्तौ किमपि निमित्तं नास्ति अत्र. सप्तमी इत्युक्ते अत्र पूर्वकार्यं परनिमित्तं भवति. इदानीम् अत्र आत्मस्य विधानार्थम् अत्र उपदेशे इति अवस्थायाम् अत्र सप्तमी विभक्तौ किमपि निमित्तं नास्ति एव. उपदेशे एजन्तस्य धातोः आत्मं भवति इति विधानपक्षे किमपि नियमनं नास्ति. तर्हि एवमेव प्रकृतौ कदा कुर्मः चेत् प्रकृति इति साधारणतया अत्र कार्यं करोति चेत् कुर्मः चेत् किं भवति? उपदेशे अनुदातः अस्ति चेत् ऋदु उपदस्य अम् आगमः विकल्पेन भवति. जलादौ किति प्रत्यये परे न भवति इति एवं वदामः चेत् कः दोषः? इदानीमत्र जलादि कित् अस्ति चेत् अत्र कित् प्रत्ययम् अस्ति चेत् अत्र न भवति इति. अत्र दोषः किम्? अजादिप्रत्यये परे अपि अम् आगमः भविष्यति एव. पूर्वं वयं दृष्टवन्तः अत्र ऋदु उपदस्य अम् आगमः विकल्पेन भवति. कुत्र भवति चेत् उपदेश अनुदातः अस्ति चेत्. इदानीम् अत्र अजादिप्रत्यये परे अपि अम् आगमः भविष्यति. यकारादिप्रत्यये परे अपि आगमः भविष्यति. अजादिप्रत्यये परे अपि अम् आगमः भवति. यकारादौ यकारादिप्रत्यये परे अपि अम् आगमः भविष्यति इति. केवलं न भवति, कुत्र न भवति इति चेत् जलादौ किति प्रत्यये परे एव नास्ति इति वयं पूर्वमेव दृष्टवन्तः. तत्र आत्मं न भवति. आम् सत्यम्. अतः तत्र वयं प्रसज्य प्रतिषेधः इति यदा आदेश उपदेशे शिति इव स्वीकुर्मः चेत् कः दोषः भवति इति तत्र जलादिकिति प्रत्यये परे न भवति इत्यस्य अर्थः अजादिकृति अजादि अकित् प्रत्यये परे भवति, अनन्तरं यकारादिप्रत्यये परे अमागमः भविष्यति. हा, तादृशः तु दोषः, तत्तु न इष्टः खलु. अतः तत्र किं यद्यपि तत्र प्रसज्य इति स्वीकुर्मः यदा आदेश उपदेशे शिति तत्र दोषः भवति इति उक्तं. तत्र एकम् उदाहरणमपि प्रदर्शितं रघुपतिमहोदय, यङ्लुगन्तस्य उदाहरणं. यङ्लुगन्तस्य उदाहरणं स्वीकुर्मः. तृप् धातोः यङ्लुकि आदिदेशकधातुः भवति तरी तृप् इति. लटि तरी तृप् योग ति इति अस्ति. अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन विकल्पेन अमागमः तरी तृप्ति. अस्मिन् पक्षे अमागमः न भवति. यस्मिन् पक्षे अमागमः न भवति तस्मिन् पक्षे पुगन्तलघुपदस्य च इत्यनेन गुणः तरी तृप्ति इति. तरी तृप्ति इति तत्र अमागमः. तरी तरी तृप्ति इति गुणः भूत्वा तत्र रूपं पुगन्तलघुपदस्य सूत्रेण. अधुना लोटि तरी तृप् युग आनि तरी तृप् युग आनि इति अस्ति. अनुदात्तस्य चर्दुदुपदस्य अनतरस्याम् इत्यनेन उपदेशे अनुदात्तस्य ऋदुपदः तस्य अमागमः विकल्पेन भवति. अत्रापि अमागमः विकल्पेन भविष्यति तरीत्रपाणि यत् अनिष्टं रूपं. तत् तरीत्रपाणि तत्र तत्र अजादि अस्ति, तत्र भवितुमर्हति इति अस्ति, परन्तु अनिष्टरूपं भवति. तथैव विधिलिङ्गि यकारादिप्रत्यये परे अमागमः भविष्यति तरी त्रप्यात् यत् अनिष्टं रूपं तर्हि तृप्यात् एव स्यात् तत्र कुत्र न भविष्यति परः स्थितः प्रत्ययः जलादि कित् अस्ति चेदेव अमागमः न स्यात् इति तत्र प्रत्ययः जलादि कित् अस्ति चेदेव अमागमः न स्यात् इति अस्ति सत्यं तद्भिन्नत्वे सति तत्कथ भूयोधर्मत्वम् अकित् अकित् इति भिन्नत्वं परन्तु समानः सदृशत्वं तु जलादिप्रत्ययः अथवा एतादृशदोषः एव भवति यकारादिप्रत्यये परे आगमः अथवा आनि इति अजादिप्रत्यये परे अपि अमागमः भवति स्पष्टमस्ति वा अतः तद् प्रसज्य इति किमर्थं न स्वीकरणीयम् इत्यस्य एव विवरणम् एतद् यद्यपि एतद् आदेश उपदेशेषिति इव दृश्यते तदापि अत्र प्रसज्य इति न स्वीकर्तव्यं खलु आम् महोदय इतोपि एकः परिच्छेदः पठतु अनन्तरम् उषा पठतु नूनं सार्वधातुकलकारेषु कोऽपि कित् प्रत्ययः एव नास्ति अतः यङ्गृकि लटि लोटि लिङ्गि लङ्गि विधिलिङ्गि च त्रिषु अपि वचनेषु त्रिषु अपि पुरुषेषु सर्वत्र अमागमः भविष्यति अनेन महती समस्या अस्याः समस्यायाः निवारणार्थं प्रसज्यप्रतिषेधः न भवेत् अपि तु परिदासः एव स्वीकर्तव्यः अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः स च प्रत्ययः जलादिः भवेत् कित् न स्यात् अनेन अजादिप्रत्ययः यकारादिप्रत्ययः च निवार्यते अस्तु तत्र प्रसज्यप्रतिषेधः न परिदास स्वीकर्तव्यः भवति अतः तत्र जलादि तत्र प्रत्ययः जलादि भवेत् परन्तु कित् न स्यात् इति अस्ति अतः कित् न स्यात् इति अनेन अजादिप्रत्ययः यकारादिप्रत्ययः निवार्यते तर्हि तृप्यात् इति न भवति सत्यं तत्र यङ्ग् लुक् इत्यपि निवारणं कर्तुं शक्यते लुक् जातः तदा प्रत्ययः नास्ति चेदपि समस्या खलु प्रसज्य स्वीकुर्मः चेत् पर्युदासः अस्ति चेत् अत्र प्रत्ययः आवश्यकः प्रत्ययः अस्ति चेदेव कार्यं भवति अतः जलादिप्रत्ययः भवेत् परन्तु अकित् इति तत्र आगतं सम्यक् समीचीनं धन्यवादः महोदय भगिनी उषा भगिनी अन्य प्रश्नः भगिनि अन्यप्रश्नः उदेति यत् इडागमः अथवा अमागमः द्वयोः मध्ये कस्य विधानं प्रथमं रदादिभ्यश्च इत्यनेन रद् नश् तृप् दृप् दृह् मुह् श्नुह् श्निह् इत्येभ्यः धातुभ्यः बलादेः आदधातुकस्य इड् वा स्यात् अनुदातस्य छर् छर्द् उपदस्य अन्यतरस्याम् इत्यनेन उपदेशे अनुदातः यः ऋद् उपदः तस्य अम्मागमः विकल्पेन भवति जलादौ अकिति प्रत्ययपरे उपदेशे अनुदातः यः ऋद् उपदः द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव रदादिभ्यश्च अपि च अनुदात्तस्य द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव रदादिभ्यश्च च परसूत्रम् अतः प्रथमम् इडागमः अस्तु तदा एव अमागमः परिशीलनीयः अन्यच्च प्रथमम् अमागमः आनीयते चेत् समस्या भवति यत् इडागमस्य विधानात् पूर्वं तास् प्रत्ययः जलादिः एव अम् आगमः आनीयते चेत् समस्या भवति यत् इडागमस्य विधानात् पूर्वं तास् प्रत्ययः जलादिः एव. अतः प्रथमम् अमागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यम् अस्ति. अत्र अतः प्रथमम् अमागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यम् अस्ति. अस्तु, तदा इडागमः भविष्यति. इडागम विधानसूत्रे अमागमः धातौ अस्ति न वा इति प्रसङ्गे इडागमः इडागमविधानसूत्रे अमागमः धातौ अस्ति न वा इति प्रसङ्गे किमपि न उक्तम्. अतः अमागमः अस्ति चेदपि इडागमविधानं भवति. तस्य निवारणार्थं रदादिभ्यश्च परसूत्रम्. अनेन प्रथमम् इडागमः, अनेन इडागमः यत्र भवति तत्र प्रत्ययः जलादिः नास्ति, तस्माच्च तत्र अमागमः न भवति यतोहि प्रत्ययः अजादिः. प्रथमम् इडागमविधानं भवति चेत् एव इडागमविधानं भवति चेत् एव अनुदात्तस्य च रूपदस्य अन्यतरस्याम् इत्यस्य निमित्तं जलादि अकिति प्रत्यये परे व्यवहारे आगच्छति. ओके, प्रयत्नं करोमि भगिनि. रदादिभ्यश्च इत्यनेन रद् नश् तृप् दृप् दृह् मुह् रदादिगणे यत् अस्ति इत्येभ्यः धातुभ्यः बलादेः आर्धधातुकस्य इड् ईडागमः भवति. अनुदात्तस्य च उपदस्य अन्यतरस्याम् इत्यनेन उपदेशे अनुदात्तः यः धातोः अनुदात्तः अस्ति, रुद् उपदः अस्ति, तस्य अमागमः भवति विकल्पेन. जलादौ अकिति प्रत्यये परे विकल्पेन भवति. सो इडागमः भवति, अम्मागमः विकल्पेन न अनुदात्तस्य च उपदस्य अन्यतरस्याम् इत्यनेन अम्मागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे. सो अम्मागमः नास्ति चेदपि तस्य सूत्रस्य विधानमस्ति. ओके, अम् आगमः नास्ति अपि. ओके, जलादौ अकिति प्रत्यये परे अम्मागमः भवति जलादौ अपि च अकिति. द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव. ओके, रदादिभ्यश्च रदादिगणे ये धातोः सन्ति बलादेः आर्धधातुकस्य इद्. ओके, रदादिभ्यश्च परसूत्रम्. अतः प्रथमम् इडागमः तथा वा अमागमः परिश. ओके, रदादिभ्यश्च. ओके, प्रथमं परसूत्रम् अस्ति इत्यनेन प्रथमम् इडागमः भवति, अनन्तरमेव अम्मागमः परिशीलनीयः. तथा नास्ति चेत् अन्यच्च प्रथमम् अम्मागमः आनीयते चेत् समस्या भवति. सो प्रथमं रदादिभ्यश्च इति कार्यमेव भवति भवेत् इति. ओके, नास्ति चेत् समस्या भवति यत् इडागमस्य विधानात् पूर्वं तास् प्रत्ययः जलादिः एव. इडागमस्य विधानात् पूर्वं, सो रदादिभ्यश्च इति न कार्यं करोति. अनुदात्तस्य चर्द उपदस्य अन्यतरसाम् इत्यनेन अमागमः भवति चेत् तत् विधानात् पूर्वमेव तास्प्रत्ययः आनेतव्यम्. तास्प्रत्ययः अस्ति चेत् जलादिः एव. जलादिः अस्ति चेत् अनुदात्तस्य चर्द उपदस्य अन्यतरस्याम् इत्यनेन तास्प्रत्ययः जलादिः तथा अमागमः भवति चेत् अमागमः अतः प्रथमम् अमागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यम्. ओ, तत् न इष्टकार्य न इष्टरूपं सिद्ध्यति इति खलु भगिनि. स अमागमः प्रथमम् आनीयते चेत् अमागमः तत् अमागमः आगमिष्यति यत्र न आगन्तव्यम्. तत्र यत्र न आगन्तव्यं तत् अत्र विह ब्राड्ड अमागमः. तदा इदानीं तत्र प्रत्ययः कः इति द्रष्टव्यः खलु. तास् इति प्रत्ययः भवति, तास् इति अस्ति, तद् जलादिः एव खलु. जलादिः जलादि अकित् प्रत्ययः तास् इति जलादि अकित् प्रत्ययः इत्यनेन इडागमः, परन्तु इडागमः अपि तदेव उक्तं खलु, तदेव अत्र दत्तम् इडागमः प्रत्ययस्य एव इडागमः. जलादि अकित् जलादि कृत् कित् प्रत्ययः अस्ति तास्, सो इडागमः भवति न न बट् जलादि कित् इत्यनेन अमागमः अपि भवति. ओके, अमागमः धातौ अस्ति न वा इति प्रसङ्गे किमपि न उक्तं, किमपि सत्यम्. इडागमस्य तु तद् विवक्षा एव नास्ति खलु, प्रत्ययस्य एव इडागमः, तद् तस्य विषये किमपि न उक्तं. परन्तु अमागमस्य प्रत्ययः आवश्यकः, जलादि अकित् भवेत्, परन्तु इडागमस्य तत्र धातोः अमागमः भवति वा न वा इति न विषयः एव, तस्य तद् किमपि न आवश्यकं तस्य कृते. ओके ओके, तस्य निवारणार्थं रदादिभ्यः इति परसूत्रं परः अस्ति इत्यनेन तदे तस्य कार्यमेव प्रथमं भवति. ओके, अनेन प्रथमम् इडागमः, अस्तु, अनेन इडागमः यत्र भवति तत्र प्रत्येक जलादि नास्ति, नास्ति इदानीं खलु, इडागमः आगतं तदा तत्र प्रत्ययः जलागमः न भवति, यतोहि प्रत्ययः अजादिः, अजादिः अस्ति. तदेव वयं दृष्टवन्तः खलु, तत्र पर्युदासः स्वीकर्तव्यः न तु प्रसज्य इति, तदा अतः इदानीम् अजादिः जातः प्रत्ययः, प्रत्ययः भवेत् परन्तु जलादि जलादि अकित् प्रत्ययः भवेत् इति, तदेव पर्युदास. ओके, अनुदात्तस्य चर्द् उपदस्य अन्यतरस्य बट् रदादिभ्यश्च इत्यनेन प्रथमम् इडागमः, तदा जलादि नास्ति इत्यनेन अमागमः नास्ति. प्रथमम् इडागमविधानं भवति चेदेव तस्य निमित्तं जलादि अकित् भवितुम् अर्हति. इडादिपक्षे तृप् योगः इता इति भवति, अनन्तरं पुगन्तलघुपदस्य च इत्यनेन तर्पिता भवति. अनिडादिपक्षे अनिट् किमर्थम् अत्र अनिट् अनिट् इति स्वीकुर्मः, ओ रदादेन एव खलु, अनुदात्तस्य चर्दुपदस्य अन्यतरस्यामेव खलु. ओ अस्तु, अनुदात्तस्य अन्यतरस्याम् अमागमः भवति, वेट् धातुः, वेट् वेट् धातु. ओके, अतः एव रूपत्रयम् इडादिपक्षे अनिडादिपक्षे अमागमः न भवति चेत्. अस्तु अस्तु, सो तृप् योगः इत पुगन्तलघुपदस्य च तर्पिका तावदेव अर्थ. अनन्तरं तत् अनिडादिपक्षे एव अमागमः भवति, अमागमः भवति चेत् तृप्ता, अमागमः न भवति अन्यतरस्याम् इत्यनेन अमागमः न भवति चेदपि पुगन्तलघुपदस्य च इत्यनेन तर्प्ता. ओके, तृप्ता तर्प्ता तर्पित, अस्तु भगिनि, अतः रूपत्रयम् समीचीनं वा तद्? अस्तु भगिनि, अनेन तद् तर्प् तर्प् विषये सृप् अपि आसीत् खलु, तत् अनेन तेषां विषये चिन्तनं समाप्तम्. अस्तु भगिनि, रूपत्रयं फर् आल् दीस् धातु. आम् सत्यं सत्यम्, अमागमः यत्र अमागमः न भवति, वेट् अपि धातुः वेट्, अतः अडि अनिडादि अनिडादिपक्षे एव अम्मागमः भवितुम् अर्हति. सत्यम्. ओके, जलादि कित् नास्ति इति सत्यम्. अस्तु भगिनि, अस्तु विजया भगिनी पठति वा गुपू धातुः. एकः धातुः पठितुं शक्यते. अस्ति वा विजया भगिनि? आम् आम् महोदय, बहु इति धातुः अस्ति. अत्र स्वरति स्वरति सूति सूयति धूं धितो वा इति सूत्रमस्ति. इति सूत्रेण स्रु शब्द उपदा उपतापयोः स्रु इति अस्ति शब्द उपतापयोः शुङ् प्राणि गर्भविमोचने अदादिगणे शुङ् प्राणि रसवे दिवादिगणे दूय् कम्पने स्वादौ क्रयादौ च अपि च येषां अपि च येषाम् ऊकारस्य इत्संज्ञा एभ्यः सर्वेभ्यः धातुभ्यः परस्य बलादेः आर्धधातुकस्य बला अस्ति चेत् वा स्यात् इति भवति. अत्र स्वरति सूति सूयति धूञ् दितो वा इति अत्र स्रु इति धातुः अस्ति चेत् अत्र स्रु अनन्तरमत्र शुङ् आदादिगणे अस्ति शुङ् पुनरपि एतत् दिवादिगणे भवति. अनन्तरं धूञ् इति स्वादौ अनन्तरं क्रयादौ अपि अस्ति. येषाम् अत्र उकारः अस्ति सूति सूयति धूञ् इति अस्ति. अत्र ऊकारस्य इत् संज्ञा एभ्यः सर्वेभ्यः धातुभ्यः परस्य बलादिप्रत्ययम् अस्ति चेत् अनन्तरम् आर्धधातुकम् अस्ति चेत् अत्र इत् वा स्यात् एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति इति. अतः स्वभावतः बुपु धातुः वेट् अस्ति स्टेट् अपि अस्ति अनीट् अपि अस्ति अतः तत्र वेट् अस्ति. तदा बुपु धातोः आय प्रत्ययः बुपु धूपु विञ्चि पनि फनिभ्यः आयः इति सामान्यसूत्रेण नित्यः. परन्तु आर्धधातुके अयादय आर्धधातुके वा इत्यनेन विकल्पेन भवति. आ इति धातुप्रत्ययस्य विधानेन अयं धातुः अनेकाच् अतः स्टेट् भवति. एकाच् अस्ति चेत् अनिट् भवति, अनेकाच् अस्ति चेत् स्टेट् भवति. अत्र आय् इति प्रत्ययम् आगच्छति गुपु धातोः गुपु धू विच्छिन्नपनि पनिभ्यः आयः इत्यनेन आय् आदेशः भवति. एतदपि विकल्पेन भवति. आ इति धातुप्रत्ययस्य विधानेन अयं धातुः अनेकाच् अस्ति अतः सेट् भवति. अग्रे पठामि वा महोदय? तत्सूत्रं पठतु. आयादय अर्धधातुके वा इत्यनेन अर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय् प्रत्ययः विकल्पेन भवति. लुट् लकारस्य सास् प्रत्ययः अर्धधातुकसंज्ञकः अत्र अतः अत्र आय् प्रत्ययः विकल्पेन विधीयते. उदाहरणरूपेण स्वीकुर्मः चेत् अत्र गुप् योगः आय् इदानीम् अत्र पुगन्तलघुपदस्य च इत्यनेन उकारस्य स्थाने ओकारः भवति गोपाय आय आन योजनेन गोपाय इति भवति. गोपाय अनेकाच् अस्ति अतः तत्र स्टेट् भवति. गोपाय योगः ईता इति भवति. अतोलोपः इत्यनेन यकारस्य यकार उत्तरवर्ति अदन्तस्य अङ्गस्य ह्रस्व आकारस्य लोपः भवति आर्धधातुकप्रत्ययपदे. अतः तत्र गोपाय् इति भवति. अनन्तरम् इता योजनेन गोपायिता भवति. महोदय आम् सत्यं, यस्मिन् पक्षे आय इति न विधीयते तत्र वेट् भवति. अग्रे पठामि वा? आम् इदादिपक्षे अनीडादिपक्षे तत् समापयतु. तत् इदानीम् यस्मिन् पक्षे आय् इति धातुः प्रत्ययः न विधीयते स्वभावतः भूपू धातुः स्टेट् अस्ति. इडागमः पक्षे इडादिपक्षे गुपुयोः हिता अत्र उकारस्य स्थाने ओकारः भूतो कुहन्तलघुपदस्य च इत्यनेन गोप् इति भवति. अनन्तरम् अत्र हिता योजनेन गुपिता इति भवति. अनेक अस्ति चेत् अत्र गुपयोः ता इति भवति कुहन्तलघुपदस्य च इत्यनेन उकारस्य स्थाने ओकारः भूतो गोप् भवति ता योजनेन गुप्ता इति भवति. तद् सूत्रं भगिनि अयादय आर्धधातुके वा आर्धधातुकप्रत्ययस्य आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय् प्रत्ययः विकल्पेन भवति. आय् आदिषु त्रयः प्रत्ययः अन्तर्भूताः आय् इयङ् निङ् आय् आदौ येषान्ते आयादयः. आयादयः प्रथमान्तम् अर्धधातुके सप्तम्यन्तं वा अव्ययपदं त्रिपदमिदं सूत्रं धातोः प्रत्ययः परश्च इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्धधातुके धातोः आयादयः वा प्रत्ययाः परश्च. प्रत्ययः पर अस्ति चेत् अत्र धातुः विषये अत्र आयादयः आय् भवति इति एतत् सूत्रं वदति महोदय. एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति. सत्यं सम्यक्. धन्यवादः भगिनी. अतः आयप्रत्ययः विकल्पेन अत्र विधीयते आर्धधातुकप्रत्ययस्य विवक्षायां. महोदय पठति वा चत्र अतो लोपः तु जानीमः एव चुरादिगणे विशिष्टधातूनां. चुरादिगणे विशिष्टधातूनां पाठे इदं सूत्रम् अवलोकितमासीत्. निच् प्रत्ययः अर्धधातुकः अस्ति अतः धातुः अदन्तः आसीत् अतोलोपः इत्यस्य प्रसक्तिः भवति. यथा कथयुगण् निच् इति अत्र कथ् इति भवति तत्र अतोलोपः इति सूत्रेण अतः अङ्गस्य लोपः अर्धातुके उपदेशे इति सूत्रेण. गृहयुगण् निच् अत्र गृह इति अपि अकारान्तधातुः गृह् इति निच् अस्ति तर्हि गृह् इति अस्ति. पूर्वविध इत्यनेन गुणः तत्र अथवा गुणः अथवा तत्र दीर्घः अथवा क्षम्यतां तत्र आत्वं खलु तत्र अथोपदाया अपि च पुगत्तलघुपदेशः इति कुत्र न भवति. अत्र गर्क् इति न भवति खात् इति न भवति इति अस्ति. सत्यं सत्यं सत्यम् अच परस्मिन् पूर्वविधम् तत्र एव वयं दृष्टवन्तः एतत् अतो लोपः. समीचीनमेव खलु. तत् किमर्थम् अत्र आगतम् एतद् कत् इदानीं वयं तु पकारान्तधातुः अस्मिन् पक्षे एव स्मः खलु. तत्र अतो लोपः इति इत्यस्य उदाहरणं अतो लोपः इति. अस्तु अस्तु अस्तु. अतो लोपः इत्यस्य गोपाय अस्तु अस्तु अस्तु. आम् अग्रे महोदय. त्रप् अस्तु. त्रप् इति वेट् धातुः अस्ति इडादिपक्षे त्रिप् योगयिता त्रपिता इति भवति. त्रप् त्रपिता इति अनिडादिपक्षे अनिडादिपक्षे त्रप्ता इति इति अस्ति. स्वरति सूति सूयति धू ऊदितो वा तृपु इति खलु तृपु इति ऊदितः कृत्वा तृपूषत् अत्र दत्तमस्ति. तृपूष इति धातु ऊदित् अतः अस्मात् धातुः इडागमः विकल्पेन भवति इति अस्ति. कृपु अपि इति अपि एतदपि ऊदित् अस्ति अतः वेट् धातुः. कृपोरोलः कृप् धातोः रेपस्य लकारादेशः भवति. सूत्रं स्वयं सम्पूर्णमस्ति. कृपः उः कृपः रः लः तत्र यत्र गुणः भवति तत्र लकारः भवति. यत्र गुणः न भवति तत्र ऋकारस्य तत्र ऋकारस्य लृ इति भवति. कृपोरोलः इति वयं दृष्टवन्तः तत्र. अस्तु इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारादेशः कृप् धातोः ऋकारस्य अंशः या रेपसदृशः तस्य स्थाने लकारसदृशादेशः भवति. यत्र कृप् धातुः उपादायाः गुणः भवति कर्प् तत्र रेपस्य स्थाने लकारस्य कल्प् इति भवति. इति फलम् उपादागुणः न भवति चेत् तत्र कृप् इत्यस्य क्लृप् इति फलम्. अत्र इदानीं सासी च कृपः कृप् धातोः परस्य परस्मैसंज्ञकपद परस्मैपदसंज्ञक ताश्च परस्मैपदसंज्ञक सकारादि आर्धात्कृप्रत्यय च अनयोः इडागमः न भवति कृप् तासि च कृपः इत्यनेन. अस्तु, वयं पूर्वं पठितवन्तः खलु तत्र एतत् नाम केवलम् आत्मनेपदसंज्ञक तासः च आत्मनेपदसंज्ञक सकारादि आर्धात्कृप्रत्ययस्य इडागमः भवति. अनुवृत्तसूत्रमस्ति कृपः परस्मैपदेषु आर्धातुकस्य इडबलादेः न तासि अपि च सकारादि सकारादि ये प्रत्ययपरे न भवति इति अस्ति. कृपधातुः उपदेशे आत्मनेपदी अस्ति, किन्तु लुटि च कृपः इत्यनेन स्या सन् तास् इति त्रिषु प्रत्ययेषु अयं कृप् धातुः विकल्पेन परस्मैपदी अपि भवति. अतः लुटि परस्मैपदे इडागमः कल्प्ता इडागम अभावे कल्प्ता इति भवति, आत्मनेपदी इडागमे भवति चेत् कल्पिता इति भवति. भोगन्तलघुपदस्य इति सूत्रेण तत्र भवति इति अस्ति. तत्र तासि च कृत्वा इत्यनेन कल्प्ता इति द्वयमपि साधु एव. कल्प्ता इति अपि कल्प्ता इति परस्मैपदेषु किमर्थम् इत्युक्ते तत्र इडागमः न भवति, आत्मनेपदे इडागमः भवति इति कारणेन कल्पिता इति अत्र सासि च पिपः इति सूत्र अनेन इडागमः निषेध परस्मैपदे. अस्तु, सम्यक्. वकारान्तदातवः अग्रिमसप्ताहे पश्यामः. अनन्तरं केवलं रूपसाधनमेव अस्ति इति चिन्तयामि. अस्तु, समीचीनं. धन्यवादः.